पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 114 श्रीकृष्णोवाच तद्धो धनेश्वरं नीत्वा निरयान् प्रेतपोब्रवीद प्रदर्शयिष्यं स्तान् सर्वान्यमस्यानुचरस्तदा प्रेतप उवाच पश्येमान्निरयान् घोरान् धनेश्वरमहाभयान् येषु पापकरा नित्यं पच्यन्ते यमकिङ्करैः तप्तवालुकनामायं निरयो घोरदर्शनः यस्मिन्नेदे दग्धदेहाक्रन्दन्ते पापकारिणः अदिथीन्वैश्व देवान्ते क्षुत्क्षामाना गतान् गृहे ये नार्चन्ति नरास्ते हि पच्यन्ते स्वेन कर्मणा गुर्वग्निब्राह्मणान् देवांस्तथा मूर्धाभिषिक्तकान् ताडयन्ति पदा ये वै ते निर्दग्धाङ्घ्रयस्त्विमे षड्भेदस्त्वेषनिरयो नानापापैः प्रपद्यते तथैव चान्ततामिश्रो द्वितीयो निरयो महान् पश्य शुचिमुखैर्देहो भिद्यते पापकर्मणा कृमिभिर्घोरवक्त्रैश्च तत्सम्पर्कागमैर्द्विज असावपि स्थितशोठा स्वाकाकमृगपक्षिभिः परमर्मभिदो मर्त्याः पच्यन्ते तेषु पापिनः तृतीयक्रकचोह्येष निरयो घोरदर्शनः यत्रे मे क्रकचैर्मर्त्याः पाट्यन्ते पापकारिणः असिपत्रवनाद्यैस्तु षट्प्रकारो व्यवस्थितः पत्नीपुत्रादिभिर्ये वै वियोगं कारयन्ति हि इष्टैरन्यैरपि परान् पच्यन्तेत इमे नराः असि पत्रैश्छिद्यमाना चेदभित्या पलायिताः पच्यन्ते पापिनः पश्य क्रन्दमाना इतस्ततः अर्गलाख्यो महाकोरश्चतुर्धो निरयो ह्यह्यम् पश्य नानाविद्धैः पाशैराबध्ययमकिङ्करैः मुद्गराद्यैर्वध्यमाना क्रन्दं ते तेज पापिनः सज्जनान् ब्राह्मणाद्यांश्च विरुन्धं तीह ये नराः कण्ठग्रहाद्यैस्ते पापाः पच्यन्ते यमकिङ्करैः असावपिः षड्भेदो वधभेदादिभिस्थितः कूडशाल्मलिनामानं निरयं पश्य पञ्चकम् यत्राङ्गारनिभायेदे शाल्मल्याद्या स्थिता द्विज यत्र षोढा विपच्यन्ते यादनाभिरिमे नराः परधारापरद्रव्यपरद्रोहरताः सदा रक्तपूयमिमं पश्य षष्ठं निरयमद्भुतम् अधोमुखा विपच्यन्ते यत्र पापकृतो नराः अभक्ष्य भक्षका निन्दा पैशून्यादिरदा इमे भज्यमाना वध्यमाना क्रन्दन्ते भैरवान् स्वरान् षट्प्रकारैर्विगन्धाढ्यैरसावपि च संस्थितः कुम्भीपाकः सप्तमोऽयम् निरयो घोरदर्शनः षोढास्तैलादिभिर्द्रव्यैर्धनेश्वर विलोकय महापातकिनो यत्र क्वध्यं दे यमकिङ्करैः बहून्यब्दसहस्राणि सोन्मज्जन निमज्जनैः चत्वारिंशन्मिदानेदान् व्यधिकान् पश्यरौरवान् अकामात् पादकं शुष्कं कामादार्द्रमुदाहृतम् आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान् चतुरशीतिसङ्ख्याकैः पृथग् भेदैरवस्थितान् यत्प्रकीर्णमपाङ्क्रेयं मलिनीकरणं तथा ज्ञातिभ्रंशकरं तद्वदुपपादकसंज्ञकम् अतिपापं महापापं सप्तधा पादकं स्मृतं येभिः सप्तसु पच्यन्ते निरयेषु यथाक्रमम् कार्तिकव्रतिभिर्यस्मात् संसर्गो ह्यभवत्तव तत्पुण्योपचयादेते निर्हृदा निरया खलु श्रीकृष्ण उवाच दर्शयित्वेदि निरयान् प्रेतपस्तमधाहरद धनेश्वरं यक्षलोकं पश्चादासीत् स तत्र हि धनदस्यानुगस्सोऽयं धनयक्षेदि सस्मृतः यदाख्याया करोत्तीर्थमयोध्यायां तु गाधिजः एवं प्रभावखलु कार्तिकोऽयं मुक्तिप्रदो मुक्तिकरश्च यस्मात् प्रयात्यनेकार्जितपादकोऽपि व्रतस्थसन्दर्शनतोऽपि मुक्तिम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये धनेश्वरोपाख्याने चतुर्दशाधिकशततमोऽध्यायः ॐ